नमस्कारः सर्वेषाम्, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। यङ्लुगन्तदातवः तिङन्तरूपाणि इति पाठः अनुवर्तते। गतसप्ताहे वयम् अनिदित्दातवः विषये दृष्टवन्तः। तत्र अनिदितां हल उपदायानिति इति सूत्रमासीत्। येषां हलन्तदातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति इत्युक्ते अनिदित् अस्ति, तेषाम् उपदायां नकारः चेत् तस्य नकारस्य लोपः भवति, किति इति प्रत्यये परे इति आसीत्। तत्र धातुत्रयं दृष्टवन्तः, चत्वारः दृष्टवन्तः, मामन्त् वनी वंश् धनी ध्वंस्, त्रयः एव। हम् इति धातुः अस्मिन् सप्ताहे पश्यामः। तत्र हम् इति धातुः, हम् इति धातु, जं हम् इति तत्र मकारद्वयं श्रूयते। तत्र नुगतो अनुनासिकान्तस्य इति सूत्रस्य प्रसक्तिः। अनुनासिकान्तस्य अङ्गस्य अदन्त अभ्यासस्य नुक् आगमः भवति, यङि यङ्लुकि च। तत्र नुक् इति आगमः, कश्चन आगमः भवति। अनुनासिकान्तम् अङ्गम् अस्ति चेत् इदानीं हं हम् इति यदा द्वित्वं कुर्मः, अनन्तरं तत्र अनुनासिकान्तम् अङ्गमेव अवशिष्यते। तत्र अदन्त अभ्यासस्य नुक् इति कश्चन आगमः भवति, अनेन तत्र जं हम् इति रूपम्। तस्मादेव आरम्भं कुर्मः। अरुणा भगिनी वदति वा? ओके भगिनि, आं किं भगिनि? जं हम् नूतनसूत्रेण अनुदितम्। तत्र नुगतो अनुनासिकान्तः आदौ आगच्छति, जं हं युगः, जं हं युगः, जं हं नकार, जं हं ति। कुत्र नकारः भवति भगिनि? अत्यन्तौ आदे भवति, प्रत्ययस्य अङ्गस्य अन्तिम अथवा नास्ति भगिनि, भ्यासस्य भवति। किं भगिनि? भ्यासस्य, इदानीं यत्र जम् इति अस्ति किल, तत्र तत्र जकारः अकारः, इदानीं तत्र नुक् इति आगमः, कश्चन आगमः, नकारः हम्म योगः ति इति भवति। इदानीं नकारस्यापि पुनः नश्चापदान्तस्य झलि, झल् एव किल हकारः, अतः झलि, तत्र अनुस्वार आदेशः भवति, जं हं योगः ति। नकार पुनः जं हन् हन्ति। तत्र सूत्रं किं? पुनः मकारस्य नकारः भवति किल, तदेव अनुस्वरस्य सूत्रेण नकारस्य नकारः। आम्, समीचीनं वदतु. तत्र प्रथमं नाश्चापदान्तस्य जलि इत्यनेन मकारस्य अनुस्वारादेशः अनुस्वारस्य ऐ परसवर्णः इति पञ्चमवर्ण आदेशः. जं हंति जकारः अनुस्वारः हकारः मकारः नकारः तकारः इकारः. जं हंति जं हः इति वर्णमेलनेव जं इति मी जं हमीति भवति. जं हमीति जं हमीति भवति अतः अत्रापि खित् अस्ति नुमागमापति जं हं न योगः अतः मकारस्थाने अनुसरसे नश्चिदान्तद्वीति सूत्रेण अनुस्वर तदर्थम् अनुस्वरस ये परसवर्णः अनेन नकार हन्तः अन्ति अत्र केवलं वर्णेन इति चिन्तां भगिनि अस्ति अत्र अस्ति जं हं नुक् आगम न भवति भगिनि. किं भगिनि? नुक् आगम न भवति वा? आं भवति एव भवति भवति जं हं हं सि अनुस्वरस्य परिसवर्णय अनुस्वर तदन् नुक् आगमः तदनन्तरम् अनुस्वर भवति जं सि तत्र केवलम् अनुस्वारादेशः एव परसवर्णादेशः न भवति. सकारः अस्य परसवर्णः नास्ति किल जं हंसि भवति हं हं मकारपि आचरति ईस्ति वर्णं मेलनमेव जं हं सि सः भवति अर्जितं हल् उपधायाः किमिति सूत्रम् इदित् नास्ति धातुः एव अहम् इति इदित् धातुः नास्ति अतः केवलं नुमागम एव अनिदि क्षम्यताम् अनिदित् नास्ति इदित् नास्ति अनिदित् नास्ति अनिदित् जं हं नुमागमः भवति जं हं नं योगः अतः अनुसृतयै परसवर्णः अनुसूत्रेण नकार आगच्छति जं हन्तः जं हन्तः त जं हं जं हं मन्थः मन्थ जं हं मन्थ अमि अत्रापि तत्र केवलं तत्र वकारे मकारे परे एव एकं कार्यमस्ति, तद् मोश्च इति एकं सूत्रं पूर्वं पठितवन्तः, तस्य कार्यमस्ति एकनिमिषं, सूत्रं तस्य अनुवृत्तिकल्पसूत्रं पश्यामि. सूत्रसङ्ख्या मोश्च 8265 इति अस्ति. मकार वकारयोश्च परतः मकारान्तस्य धातोः नकारादेशः भवति इति, अतः मा वा परे मकारान्तधातुः किल हम्मा इति, उत्तमपुरुष द्विवचने बहुवचने च तत्र नकार आदेशः भवति. तत्र जं हं न्व न्म न सम् आम् जं हं न्व जं हं न्व बह मह अम्मि मिप्पति चेदपि न न केवलं मकारे यशकार मकार मकार पदपृष्ठ मध्ये उत्तमपृष्ठ प्रथम एकवचन किं भवति भगिनि जं हं जं हं नि जं हं नि भवति धन्यवादः मोश्च 8265 धन्यवादः भगिनि. उषा भगिनी लोटि वदति वा भगिनि? हम् म इति धातु नुकागमेन जं हम् इति भवति, लोट्लकार जं हं योगः तु, जं हं योगः तु इति कृते तु पित् प्रत्ययः, अत्र गुणकार्यमपि नास्ति, जं हम् एव भवति. जं हं योगः तु जं तकारः जल्वर्णः इत्यनेन न जं हम् अनुस्वारस्य ययि परसवर्णः इत्यनेन मकारस्य अन्तिममकारस्य स्थाने तकारः अनुस्वारस्य ययि परसवर्णः यै अस्ति तकारः अनुस्वारस्य परसवर्णः इत्यनेन नकारः भवति. जं हम् न् तु जं हम् न् तु जं हं तु जं हं न् तु ययि अनुस्वारस्य भगिनि नश्चापदान्तस्य जलि भूत्वा एव किल नश्चापदान्तस्य जलि दट्स् फर् द नुक् आगम खलु भगिनि दट्स् देन् इट् बिकेम् आल्रेडि मकार जम् इति भवति अन्तिममकारः अनुस्वारस्य ओ प्रथमम् इट् शुड् बिकम् नश्चापदान्तस्य जलि इत्यनेन अनुस्वारः भवति अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन आम् आं भगिनि ऐ डू इट् ऐ क्रास् द स्टेप् सो नश्चापदान्तस्य जलि इत्यनेन अन्तिममकारस्य स्थाने अनुस्वारः अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने नकारः आयाति जं हं न् तु इति भवति. अनन्तरं जं हं योगः ईतु इति भवति, गुणकार्यमपि नास्ति, गुणकार्यं बाधितं भवति, अपि च वाट् इस् दट् सवित्री सूत्र भगिनि ऐ नो दट् सूत्र बट् नाभ्यस्तस्य आचिप् इति सर्वदा तस्य नास्ति आम् आम् आम् हम् इति अन्तिम मकारः जं हं मीतु इति भवति. अनन्तरं जं हं योगः जं हं योगः तात् जं हं योगः तात् अपि कित्नित् प्रत्ययः अन्तिममकारस्य स्थाने अनुस्वार आदेशः नश्चापदान्तस्य जलि इत्यनेन, अनन्तरम् अनुस्वारस्य ययि परसवर्णः जं हम्न तात् इति भवति. एवमेव जं हम्न ताम् इति भवति. अनन्तरम् अतु वर्णमेलनमेव जं हं मतु इति भवति. मध्यमपुरुषः एकवचनं जं हं योगः हि हि मकारः हू जल्भ्यो जल् जल् नास्ति हि एव तिष्ठति. जं हं योगः हि नश्चापदान्तस्य जल् जल् अस्ति जल् अस्ति इत्यनेन अन्तिममकारस्य स्थाने अनुस्वार आदेशः जं हम् अन्दन् अनुस्वारस्य स्थाने हि ययि कापा चटत चटत कपै ओ सो देर् अनुस्वार एव तिष्ठति. जं हं जं हं हि इति भवति. अनन्तरं तात् जं हं योगः तात् पूर्वं जं हं मकार अनुस्वार अनन्तरं ययि जं हं हम्न तात् इति भवति. अनन्तरं तं त अपि एवमेव जं हम्न तं जं हम्न त इति भवति. आनि आव आम पित् प्रत्ययः परन्तु तत् गुणकार्यमपि अत्र नास्ति. जं हं मानि जं हं माव जं हं आम इति भवति. दट् मोश्च सूत्रं न प्रसक्तिः अत्र अत्र प्रसक्तिः नास्ति. समीचीनमस्ति. पुनः प्रायः लङ् लकारे तस्य प्रसक्तिः पुनः आगच्छति वा मा इति अत्र अस्ति. आम् आम् अन्यत्र तु अन्यत्र नास्ति. धन्यवादः भगिनि. विजया भगिनी लङ् वदति वा जं हम् इति अस्माकं धातु यङ्लुगन्तधातुः जं हम् अहं बहिः अस्मि महोदय, पञ्चनिमिषानन्तरम् अहं वदामि. अरुणा भगिनी भवती एव पुनः रघुपतिमहोदय अपि बहिः अस्ति. ओके भगिनि, लङ् लकारे प्रथमम् अडागम आगच्छति. लङ् लृङ् लङ् लृङ् क्षृङ् षडुद्धातः इति सूत्रेण अजं हं जं हं हं युगहत् तवति जलि अस्ति पित् अस्ति कारणतः प्रथमं न मकस्थाने नुम्मगमः भवति. नुगतो अनुनासिकान्तस्य सूत्रेण जं हं युगहत् तु लोपः भवति. हल्नाभ्यो दीर्घो सचित्ति अप्रोक्तः सूत्रेण लोपः भवति. केवलम् असम् असंह मन् न एव अवशिष्यति भगिनि. तत्रापि एकं सूत्रं वयं पूर्वं दृष्टवन्तः. मोनो धातोः धातोः पदान्ते विद्यमानस्य मकारस्य नकारादेशः भवति. इदानीं अजं हम् योगः तकारः यदा भवती उक्तवती अल्न्याभ्यो इत्यनेन तकारलोपः जातः तदा पदं जातं किल, अतः पदान्ते विद्यमानस्य धातोः पदान्ते विद्यमानस्य मकारस्य नकारादेशः भवति. 8264 मोनो धातोः इति अतः अहम् अजं ह मन् जं हं न अजं हं हं न तत्र उच्चारणे बहु क्लेशः अस्ति परन्तु तादृशं किमपि रूपम् हं न ईट् अस्ति अत्र वर्णं मेलनमेव मीट् भवति अत्र जल् अस्ति नुमाकम भवति अजं हं न योगः तान् प्रथमं नष्टपदान्तजल् जल् अस्ति तश्च पदान्तजलितसूत्रेण अनुस्वरः भवति तदनन्तरं नष्टपदान्तजलितसूत्रेण अनुस्वरस्थाने नकार पुनः आगच्छति अजं हं नता नता हं नता उः इति प्रथमं पुरुष बहुवचनं वर्णमेलनमेव अहम् अजं ह अजं हं अत्रापि जल्वर्ण सकार जल्वर्णः हनुमागमः भवति अजं यस् लोपः भवति दीर्घः सूत्रेण मोनोस्वरपि भवति भगिनि तदनन्तरं मोनोदातोः इति मोनोदातोः इति एकवचने भवति पदान्तं पदान्तत्वं यत्र यत्र अस्ति तत्र भवति अतः अजहं तदेव रूपं भगिनि वर्णं अजं अकारु इति सूत्रेण विसर्गः भवति तं अत्रापि नुकागमः भवति किमर्थं तम् इति जल्वर्णः अङ्गस्य अन्त्य अस्ति तम् अनुसरति नश्चित प्रान्त उच्चति इति सूत्रेण अनुस्वर अनुस्वरस्य नकार पुनः आगच्छति अजं नतः नत अजं हं नतम् अजं हं नत इति उत्तमपुरुषे हम् अस्ति वर्णमेलनमेव अजं हं मन् अजं हं नुकागमः न भवति भगिनि तत्र भवति एव तदेव अतः एव जं हम् इति रूपं सर्वत्र भवति अजादिप्रत्ययः अस्ति अपि भवति भगिनि तत्र यङ् यङ् लुकि इत्येव निमित्तम् अस्ति अतः सर्वत्र भवति मीना सौण्ड् रैट् अत्र परसबनन् अस्ति. अस्ति चेत् मोनो सत्यं मोनो दातु कार्यं करोति भगिनि. नो सत्यं कार्यं करोति मोनो दातु. अजं हं वा एकवचनं मोनोधातोः नास्ति. मोश्च समय क्षम्यता मोश्च इत्यनेन अकारः अकारः एव सर्वत्र भवति परन्तु भिन्नभिन्नसूत्रेण तावदेव. ओके हा तत्र मोश्च इत्यनेन भवति. अजं भवति अजं हं म इति भवति. अकारः अपि अस्ति किल हं न हं हं व इति भवति. बहु कष्टमस्ति अधिकां किञ्चित् तत्र नासिकया तत्र उच्चारणं करणीयं. ततः अतः तत्र मकारः नकारः वकारः क्षम्यताम् आं सत्यं मकारः नकारः वकारः मकारः नकारः मकारः मोश्च इत्यनेन न तु मोनोधातोः. मोनोधातोः केवलं पदार्थे समीचीनं वा? धन्यवादः. आं धन्यवादः. उषा भगिनी भवती एव विधिलिङ्ग् उक्त्वा अग्रिमदाति. आम् करोतु महोदय. या कृत्वा अग्रिमदातुं प्रति गच्छतु. एकनिमिष. जं हं योगयात् अत्र जं हं यात् तत्र किमपि कार्यं नास्ति इति. जं हं यात् एकनिमिष. हं जं हं एकनिमिष. हं यात् जं हं यात् हां किमपि नास्ति. जं हं यात् जं हं यातां जं हं युः जं हं याः जं हं यातं जं हं यात जं हं यां जं हं याव जं हं याम इति वर्णमेरडं खलु तत्र किमपि. तत्र मोनोधातोः कार्यं न करोति वा? किं मोनोधातोः पदान्ते खलु भगिनि? सत्यम् अत्र तु पदान्ते नास्ति किल. अत्र जंहं योगः यात् ओके इदानीं पदं तु न जातं किल प्रत्ययः एव अस्ति. अत्र न भवति अत्र किमपि नास्ति. आं महोदय अग्रे अग्रिमः एकनिमिष. तत्र सम्प्रसारणे दातवः ततः वा पठनीयम्? आम् आम् अस्तु. सम्प्रसारणे दातवः क्षिपाशपानुबन्धेन निर्दिष्टं यत् गणेन च यत्र एकाग्रहणम् एकाग्रहणं किञ्चित् पञ्चेतानि न यङ्लुखि. अनेन स्थिपानिर्दिष्टानां पञ्चानां यङ्लुकि न सम्प्रसारणं. स्थिपा शप अनुबन्धेन गणेन च तत्र अथवा एकाच् ग्रहणं तत्र कुत्रापि अस्ति चेत् तत्र पञ्चेतानि न यङ्लुकि न भवति इति अस्ति. अत्र ग्रहि ज्या वै व्यधि वष्ट् विचति वृच्छति पृच्छति भृजतीनां निति च इति सूत्रेण ग्रह ज्या वय व्यद् वश् व्यच् व्रश्च प्रच् ब्रच् एतेषां सम्प्रसारणं भवति किति निति प्रत्यये परे. तर्हि अत्र स्थिपानिर्दिष्टं किम् इति द्रष्टव्यमस्ति. ग्रही इति नास्ति इक निर्दिष्टमस्ति. ज्या इति नास्ति. वै इक व्यधि अपि नास्ति. व्यधि वष्टि स्थिपानिर्दिष्टमस्ति खलु तत्र वष्टि इति वष्टिस्थिपानिर्दिष्टमस्ति. विचति अपि स्थिपानिर्दिष्टमस्ति. पृच्छति पृच्छति अपि तत्र बृजति एते स्थिपानि स्थिपानिर्दिष्टमस्ति तर्हि तत्र सम्प्रसारणं न भवति यङ्गलुकि ग्रहीज्य वै वधि इत्येतेषां धातूनां तत्र सम्प्रसारणं भवितुमर्हति इति खलु एकनिमिषः ग्रह आम् ग्रहधातुः अस्ति इदानीं जाग्रह इति अस्ति तत्र जाग्रह अत्र सम्प्रसारणं भवति एकम् अत्र अत्र दत्तमस्ति ग्रह इति जाग्रह ज्या ज्या ज्या व्यद् व्यावद् वश् वा वश् व्यच् वा व्यच् व्रश्च वा व्रश्च प्रच् पा प्रच् ब्रज् पाके ब्रज् वा ब्रज् इति येषु प्रथमत्रयाणां सम्प्रसारणं भवति यङ्लुकि अन्तिमपञ्चानां तु यङ्लुकि सम्प्रसारणं नास्ति किमर्थम् इति स्थिपानिर्दिष्टम् अस्ति इति वयं दृष्टवन्तः ध्येयं यत् अस्मिन् सूत्रे वयि तु धातुः नास्ति अपि तु धात्वादेशः अस्ति अस्तु वे इति अस्ति तत् मूलधातुः अस्ति वे तत्र वयति वे इति अस्ति वे धातोः स्थाने लिट्लकारे एव वै इति धात्वादेशः भवति लिट्लकारे अस्तु तस्य च धात्वादेशस्य लिट्लकारे किति प्रत्यये परे सम्प्रसारणं तस्य च धात्वादेशस्य लिट्लकारे किति प्रत्यये परे सम्प्रसारणं भवति ग्रहीज्य वै इति सूत्रे वै इत्यस्य कार्यं केवलं लिट्लकारे लिट्लकारं विहाय अस्य कार्यम् अन्यत्र कुत्रापि न भवति अस्तु वै धातोः सम्प्रसारणं प्राप्यते वच्यादौ वचिस्वपेजादीनां किति इति किन्तु तत्र किति प्रत्यये परि सम्प्रसारणमिति हेतोः यङ्लुकि सरदातुकलकारस्य कित्वा अभावात् सम्प्रसारणं न कुत्रापि भवति इति अस्ति अत्र वे इति अत्र कित् अस्ति किति प्रत्यये परे एव भवति अत्र वे इति अतः न भवति इति अस्ति तर्हि वे इति आदेशोपदेश अशिति वा वा इति अस्तु वा वा तत्र न दत्तं किल अस्ति नास्ति अस्तु अस्मिन् आवल्यां किमर्थम् एक तत्र प्रथमत्रयणसम्प्रसारणं भवति यङ्लुकि प्रथमत्रयणं ग्रही इति भवति ज्या इति भवति वै इति अस्तु वे इति धातुः अस्ति खलु तर्हि तत्र सम्प्रसारणं न भवति अत्र सत्यं परन्तु तत्र ग्रही जा अस्ति व्यद् अस्ति वश् अस्ति व्यच् अस्ति व्रच् अस्ति प्रच् अस्ति ब्रच् अस्ति किमर्थं वै न स्वीकृतवन्तः तत्र गिवन् भगिनि वेङ् इति मूलधातुः लिट् लकारे कृतं न तत्र आवल्यां तद् रूपसाधनार्थं तत्र षड् सप्त अष्टधातवः एव स्वीकृताः किल किमर्थं वै त्यक्तवन्तः देयं यत् अस्मिन् सूत्रे वै सूत्रे वै इति तु धातुः नास्ति अपि तु धात्वादेशः धात्वादेशः अतः वचिष्वपि अजादीनाम् इत्यनेन तस्य सम्प्रसारणं भवति केन धातुः सम्प्रसारणं प्राप्यते वच्यादौ किन्तु अत्र तत्र किति प्रत्यये एव सम्प्रसारणम् इति हेतोः यङ्लुकि सार्वधातुकर अस्तु अस्तु अवगतम् आम् अत्र सार्वधातुकलकारेषु कित्वा यङ्लुकि सार्वधातुकलकारेषु कित्वा अभावात् सम्प्रसारणं कुत्रापि न भवति सम्प्रसारणी एव स्वीकृतवन्तः ओ अस्तु अस्तु परन्तु वावा इति रूपम् अस्ति रूपं भवति खलु वावाति समीचीनम् अत्र अस्मिन् आवल्यां तत्र तद् रूपसाधनार्थं केचन धातवः उक्ताः किल उपरि रख् ज्या व्यद् वच् व्यच् व्रच् प्रच् ब्रच् तत्र वेञ् धातुः त्यक्तवन्तः किमर्थं तत्र नास्ति इत्युक्ते तत्र मूलधातुः अस्ति वे तत्र धातु लिट्लकारे धातु आदेशः भूत्वा वै इति भवति वे स्थाने वै इति धातु आदेशः भवति यदा तत्र धात्वादेशः भवति लिट्लकारे किति प्रत्यये परे एव सम्प्रसारणं भवति तदपि तत्र पादस्य अन्यत्र कुत्रापि न भवति. अस्तु, तत्र तत्रापि केवलं लिट्लकारे एव सम्प्रसारणं भवति, न तु अन्यत्र. अन्यत्र कुत्रापि तस्य सम्प्रसारणं न भवति. किति प्रत्यये परे एव सम्प्रसारणम् इति कारणेन तत्र यङ्लुकि तु कित्वं नास्ति, अतः सम्प्रसारणमपि न भवति. अत्र तद् धातुः त्यक्तवन्तः. तं विहाय वयम् अन्यान् दृष्टवन्तः खलु, तत्र ऊयति भवति इति. यक् प्रत्यये परे किं दृष्टवन्तः महोदय? कर्मणि कर्मणि वे इति धातोः किं भवति वा? तत्र दृष्टवन्तः प्रायः ऊयते इति भवति खलु, तत्र ऊयते इति वचिष्वपि यजादीनाम् इत्यनेन भवति. वेधातोः सम्प्रसारणं प्राप्यते वच्यादौ वचिष्वपि यजादीनां, किन्तु तत्र किति प्रत्यये एव सम्प्रसारणम् इति कृत्वा अत्र न. अस्तु, इदानीम् अवगतम्. अरुणा भगिनी स्पष्टम् आसीत् वा? आं भगिनि, अत्र न भवति, तस्य कार्यं नास्ति. लिट्लकारे सत्यं सत्यं, लिट्लकारे एव केवलं तस्य कार्यम्. अतः अत्र सार्वधातुककारेषु कित्वं नास्ति इति कारणेन यङ्लुकि सार्वधातुककारेषु कित्वाभावात् सम्प्रसारणं कुत्रापि न भवति. अत्र सम्प्रसारणे धातव कर्तमस्ति, अतः एव अतः तस्मिन् भागे अस्ति इति कृत्वा त्यक्तवान्. अस्तु, आम् महोदय, प्रथमधातुः तर्हि ग्रह इति जाग्रह इति भवति. अग्रे पठनीयं वा? न न, तद् साधयतु महोदय, जानाति एव किल तत्र सम्प्रसारणं कुत्र कुत्र भवति. किति इति प्रत्यये परे एव सम्प्रसारणं, तद् स्मरामः चेत् रूपसाधनं सरलमेव भवति. जाग्रह योगः लट् वदतु महोदय. अस्तु, जाग्रह जाग्रह जाग्रह इति अस्ति, तत्र किम् अस्ति ग्रहीज्या इत्यनेन तत्र सम्प्रसारणं भवति. तर्हि इति प्रत्यये परे एव सम्प्रसारणं. हा हा, अस्तु, अत्र न भवति इदानीं. जाग्रहयोग ति इति खलु, जाग्रहयोग ति इति अस्ति, जाग्रहयोग ति जाग्रह जाग्रड् योग तत्र जाघ्रड् खलु, जाघ्रड् योग ति इति भवति होडः इति सूत्रेण जाघ्रड् योग जाघ्रड् योग ति. इदानीं जसत्ततो दो दः इत्यनेन जाघ्रड् योग धि, जाघ्रड् योग धि. इदानीं स्तुत्वं जाघ्रड् योग ढि. इदानीं ढोडे लोपः जाघ्रड् जाग्र योग ढि, जाग्रडि जाग्राढि इति भवति, जाग्राढि इति रूपं दीर्घः जाग्राडि इति दीर्घः. आं सत्यं, जाग्राडि इति दीर्घः जाग्राडि. अग्रे जाग्रह योग इति जाग्रहीति इति भवति, जाग्र किमपि वर्णमेलनमस्ति अत्र किमपि जाग्रहीति इति. अग्रे तः जाग्रहयोगतः इति अस्ति, नित् प्रत्ययः अस्ति इति कृत्वा तत्र सम्प्रसारणं जाग्रह अत्र सम्प्रसारणाच्च इत्यनेन तत्र जाग्रह इति भव जाग्रह इति अकारस्य पुर तत्र पूर्वरूपादेश जाग्रह जाग्रह जाग्रहयोगतः जाग्रहयोगतः तत्र जाघृड् योग तत्र जाघृड् योग तः जाघृड् योग ध धः जाघृड् योग डः जाघृडः इति तत्र ढोडे लोपः तत्र अनन्तरं तत्र डल्लोपिगुस अणः इत्यनेन तत्र रे ऋकारः अस्ति अत्र अण अण नास्ति इति कृते जाघृडः इति भवति. जाघृडः जाग्रह यो जाग्रह तत्र जाग्रह योग अति जागृहति इति रूपं तत्र सम्प्रसारणं कृत्वा वर्णमेलनं जागृहति इति. जाग्रहयोग सि इति अस्ति जाग्रस् जाग्रह जा तत्र जाग्रह जाग्रढ् योग सि इदानीं तत्र ढकार सकार अस्ति अतः किमस्ति अत्र षडोकः सि चिरण एकनिमिष जाग्रस् एकनिमिष किमपि अस्ति वा जाग्रसयोग सि षडो कः सि आम् सत्यं षडो कः सि इत्यनेन का भवति जाग्रक् योग सि न जाग्रक्षि इति भवति तत्र षत्वं भवति जाग्रक्षि एकमेव कार्यम् अवशिष्टम् एकनिमिष किं जाग्रक्षि जाग्रक्षि सकारषकारः किमस्ति तत्र एकनिमिष जाग्रड् षडोकः सि जाग्रक्षि खलु किमपि नास्ति खलु आं तद् एक तत्र घकारः अस्ति जकारः अस्ति किल तत्र तत्र एकं कार्यमासीत् तत्र षडोकः सि एव खलु तत्र चतुर्थ चतुर्थवर्णः आदेशः भवति जाग्रड् जाग्रड् योग सि जसत्ततो न तत्र जाग्रड् योग सि इति अस्ति खलु तर्हि तत्र षडोकः सि इति भवति खलु षडोः कः सि आं तद् भवति जाग्रक् योग सि जाग्रक् योग सि तत्र चतुर्थवर्णः आगच्छति चतुर्थहोडः न होडः न होडः इति न भवति किल अत्र न होडः इति अस्ति न ढकारः अकारः ढकारः ढकारसकारे परे तत्र ढकारसकारः अस्ति तर्हि ढकारस्य ककारः भवति षडोकः अस्ति खलु तत्र अत्र ढकारस्य इदानीं समीचीनं महोदय तद् सम्यक् अनन्तरं तत्र सत्त्वं भवति न अग्रे वदतु अनन्तरम् अहं दृष्ट्वा वदामि तत्र जाग्रक्षि इति एकनिमिष जाग्र एकनिमिष अस्तु अस्तु जाग्र सत्यं बष्ट बष्पव भवति बष्पव भवति तदेव बष्भाव एक बष्भाव अस्ति तत्र एकाचो बशो बश् द्वोः इत्यनेन तदेव पूर्वकार्यम् अनन्तरमेव षडोकः अस्ति अनन्तरमेव षडोकः अस्ति भवति अनन्तरमेव जाग्राक्षि जाग्राक्षि किमर्थम् इत्युक्ते यदा कः इति आदेशः भवति चेत् तत्र बश् न भवति किल बशो बश् दशन्तस्य अतः प्रथमं यदा ढकारः आसीत् तस्मिन् समये एव एकाचो बशो बश् इत्यस्य कार्यम् अनन्तरं षडोकः सि तदेव सूत्रसङ्ख्या द्रष्टुम् इष्टवती अनन्तरं षडोकः सि किल चतुर्थः किमर्थं तत्र न अभवत् इति चिन्तितवती अस्तु तत्र सम्प्रसारणं न भवति किल तत्र जाग्राक्षि इति भवति दीर्घः कुत्र डोडेलोपः नास्ति खलु न दीर्घः जाग्रक्षि इति लोपः तु न जातः किल षडोः कः इत्यनेन डकारः आनीतवन्तः एव लोपः तु न जातः अतः जाग्रक्षि इति जाग्रक्षि जाग्रक्षि जाग्रहीषि इति अस्ति जाग्रक्षतां जाग्रहयोग तः जाघ्रड् योग तः जाघ्रड् क्षम्यतां तत्र सम्प्रसारणं भवति जाघ्रड् जाग्रह जागृहयोग तः जाघृड् योग तः जाघृड् योग दः जाघृड् योग डः जाघृड् जागृडः जाग्राडः इति भवति अत्र किमर्थं जाग्राडः इति अण् नास्ति किल क्षम्यतां जाग्राड् जाग्राडः क्षम्यतां जाग्रडः क्षम्यतां जाग्र न न जागृडः एव तत् जागृडः इति तत्र जागृडः इति प्रथमपुरुषे आसीत् तदेव भवति अत्र सत्यं जागृडः जागृढः इति अत्रापि बहुवचनेपि जागृडः इति भवति सत्यं तत्र अत्र सम्प्रसारणं भवति अतः एव जाग्राडि इति पद लोट् लट्टि प्रथमपुरुषे एव भवति दीर्घं भवति अत्र डोडे लोपः इत्यनेन जागृडः जागृडः जागृढः तत्र जाग्रहयोगमि जाग्रह्मि जाग्रहीमि जाग्रह्मि तत्र किमपि नास्ति जाग्रह्मि जाग्रह्मि जाग्रहीमि अत्र वः मः इत्यत्र सम्प्रसारणं जाग्रवः जाग्रमः तर्हि जाग्राढी जाग्रहीति जागृढः जागृहति जाग्रक्षि जाग्रहीषि जाग्रहीषि जागृढः जागृढ जाग्रह्मि जाग्रहीमि जागृह्वः जागृह्मः इति समीचीनं महोदय सम्यक् उषा भगिनी वर्ति वा उषा भगिन्याः क्रमः वा अरुणा भगिन्याः भगिनि मम क्रमः भवति वा भगिनि दिस् स्टिपा दट् श्लोक ऐ डिड् फालो स्टिपा शबानुबन्धेन निर्दिष्टं यत् गणेन च यत्र एकाच् ग्रहणं किञ्चित् पञ्चैतानि न यङ्लुकि सो स्टिपा निर्दिष्टेन अत्र इक्ष्टिपो इट्स् नाट् इक्ष्टिपा निर्दिष्टेन एव सो ग्रही ज्या वयि व्यति सूत्रे ग्रही इति इक् निर्दिष्टम् ओके वयि ओ इक् निर्दिष्टे इति कृते यङ् लुकि अस्ति इति निर्दिष्टेन एव यङ् लुकि नास्ति रूपाणि नास्ति तद् व्यधि वष्टि विचति पृच्छति पृच्छति पृच्छति सर्वत्र स्टिपा निर्दिष्टम् स्टिपा निर्दिष्टम् ओके ओके अस्तु भगिनि ऐ अण्डर्स्टाण्ड् ओके बिकास् इट् इस् इक् निर्दिष्टं भवति इत्यनेन यङ् लुकि अस्ति प्रथमत्रयाणम् अस्तु भगिनि ग्रह् धातु द्वित्वानन्तरम् अभ्यासकार्यमपि च जाग्रह् इति भवति जाग्रह् लोट् लोट् रूपं जाग्रह् योगः तु पित् प्रत्ययः जाग्रह् योगः तु गुणकार्यं नास्ति जाग्रह् योगः तु I have to go very slow, buddy. जाग्रह् योगः तु हकारस्य स्थाने ढकारः भवति होडः इत्यनेन जाग्रड् योगः तु जाग्रड् योगः तु ढ् इति झष् भवति झष् भवति इत्यनेन झषस्ततोर्धोर्धः इत्यनेन तकारस्य स्थाने धकार आदेशः भवति दकार आदेशः जाग्रड् दः इति भवति जाग्रड् दः अनन्तरं सुनाष्टुः इत्यनेन जाग्रड्ढु भवति जाग्रड्ढु अनन्तरं जलां झष् झषि इत्यनेन झष्ट्वं भूत्वा जाग्रड्ढु इति भवति न जाग्रड् योगः डु इदानीं डकारद्वयं किल डकारद्वयं डोडे लोपः अनन्तरं जलां झषि नास्ति भगिनि झषि आल्सो नो नो नास्ति जलां झष् जबन् गडदश् जबगडदश् अड् इति अस्ति किल द्वयम् अस्ति महाप्राणः ढकार ढु डु इति डोणे लोपः सूत्रसङ्ख्या डोडे लोपः 63 भगिनि 6311 ऐ थिङ्क् या 6311 डोडे लोपः 83 डोडे लोपः 83 ओ रलोपे पूर्वस्य एव 63 डोडे लोपः इति 83 जला दश्चषि तद् अग्रे एव आगच्छति किल फोर् एव ओके ओ आम् आम् आम् ओके ओके डोडे लोपः 83 ओके 83 इदानीं 13 किल ओ 83 13 डोडे लोपः अपि जरूरि आम् आम् आं भगिनि सो डोडे लोपः इत्यनेन डकार प्रथमडकारस्य लोपः भवति अनन्तरं ड्रलोपे पूर्वस्य दीर्घगुणः जाग् ग्रड् ग्र जाग् जाग्र डु इति भवति रकाराडु जाग्राडु ओ अकारस्य ड्रलोपे पूर्व दीर्घो ओणः ओके अस्तु भगिनि जाग्राडु जाग्राडु ओके अस्तु भगिनि ई तु जाग्रह् योगः ई तु जाग्रह् योगः ई तु अत्रापि ई तु वर्णमेलनमेव जाग्रहीतु इति भवति जाग्रह् योगः तात् कित् प्रत्ययः अत्र सम्प्रसारणं भवति अपि प्रत्ययः सम्प्रसारणं भवति जाग्रह्योगः तात् इति कृते जागृह् योगः तात् जागृह् योगः तात् हकारस्य स्थाने डकार आदेशः अनन्तरं डकार डका ओके हकारस्य स्थाने डकार आदेशः देन् जा वाट् डिड् वी गेट् जा ग्रड् न जागृ जागृ जागृत् जागृह् योगः तात् जागृह् योगः तात् जागृड् योगः तात् जागृड् योगः तात् तकारस्य स्थाने जशस्ततोर्दोर्दः जशस्ततोर्दोर्दः इत्यनेन धात् भवति धात् ड् धात् देन् धात् अनन्तरं डोडेर् लोपः जा गृ दात् बट् गृ ऋ अत्र दीर्घोणः नास्ति जागृडात् एव भवति समीचीनं जागृडात् जागृडात् देन् अनन्तरं जागृड् तदेव कार्यम् अत्र थाम् अपि अपित् प्रत्ययः जागृढां भवति जागृडां देन् अतु जागृह् जाग्रह् योगः अतु अतु वर्णमेलनमेव जाग्रहतु इति भवति अतु सो इट्स् नाट् कित् नित् ओके ओ अस्ति सो देर् अजादि अथवा हलादि इति नास्ति ओके ओके जागृह् वचिस्व चित् प्रत्ययः इत्यनेन अस्तु भगिनि जागृह् जागृह् भवति जागृह् योगः अतु जागृह् योगः अतु अत्र वर्णमेलनमेव खलु भगिनि जागृहतु अनन्तरं जागृहतु तत् सत्यं परन्तु सम्प्रसारणं भवति आं भगिनि सम्प्रसारणं भवति ओके अनन्तरं जाग्रह् जाग्रह् योगः हि जाग्रह् योगः हि हकारः हकारः हु जल्भ्यो हे झल् एव सो जाग्रह् योगः धि इति भवति जाग्रह् योगः धि जाग्रह् योगः धि अत्र धि इति हकारः बश् नास्ति ओ हि सम्प्रसारणमपि भवति आम् आम् आम् आम् आं भगिनि जागृह् जागृह् भवति जागृह् योगः धि भवति जागृह् योगः धि देन् अत्र होडः इत्यनेन जागृड् योगः धि अत्र ढ् इति झष् अस्ति झष्टु डकारः धकारः भगिनि. सो डकारः इत्यनेन एकाचो बशो बश् नास्ति वा धि बश् झषन्तस्य झषन्तस्य द्वोः दकारः खलु भगिनि. ओ द ओ द्वो द्वो दकार नास्ति द्व नास्ति. ओके ओके बष्भावः नास्ति. देन् जागृड् योगः दि जा शुनाशुः इत्यनेन जागृड्ढि भवति. डोडेर् लोपः जा गृढि जागृडि भवति. दीर्घोणः नास्ति. जागृडि इति एव भवति. तत्र एकाचो बशो बश् जलि अपि भवति किल पदान्त झषन्तस्य द्वोः खलु. एकाचो बशो बश् झषन्तस्य द्वोः धातुः एक यः एकात् झषन्त अवयवः तस्य बश् वर्णस्य पदान्ते सकारे द्वये शब्दे वा परे बश् स्यात्. पदान्तत्वं नास्ति इदानीं समीचीनं. सकारे परे नास्ति इति प्रत्ययः. द्वाप् शब्दे परे अपि नास्ति अतः न भवति. किमर्थं न भवति इत्यपि इत्यपि आं भगिनि. जागृडि जागृडि भवति. अनन्तरं जागृह् योगः तात् जाग्रहयोगः तात् तात् इति अपि प्रत्ययः जागृह् इति भवति. जागृह् योगः तात् हकारस्य स्थाने डकारः आयाति. जागृड् योगः तात् जशस्ततोर्दोर्दः इत्यनेन जागृड् जागृड्दात् भवति. जागृड्दात् देन् अष्टुनाष्टुः ष्टुः वा आम् जागृड्धात् भवति. जागृड्धात् देन् डकारः डकारलोपः जागृढात् भवति. आङ्ग अपि कार्यं नास्ति दीर्घो. सो जागृढात् इति भवति. अनन्तरं जा तम् अपि तं त अपि एवमेव समानकार्यमेव. जागृढम् जागृध भवति. अनन्तरं जाग्रह् योगः आनीयाव अम आनीयाम पित् प्रत्ययः पित् प्रत्ययः इत्यनेन सम्प्रसारणं नास्ति. जाग्रह् एव भवति. जाग्रह् आनि जाग्रहाणि जाग्रहाव जाग्रहाम इति भवति. अत्र नी भवति वा इति चिन्तनीयम्. रेपः अस्ति हकार हकार जाग्रह अनन्तरम् अकार हकार हकार हकार अट् वा हयवरट् हयवरट् हकार जाग्रह जाग्रह ओ सो अजाग्रहाणि इति भवति. जाग्रहाम अस्तु प्रातः. अरुणा भगिनी लङ् वदति वा? विजया अस्मि महोदय. आगतवती वा भवती? वदति वा लङ् विजया भगिनी लङ् वदतु. अरुणा भगिनी विधिलिं कृत्वा अग्रिमदातुः स्वीकरोतु. जाग्रह् इति भवति योगः. लङ् हित् अस्ति. अत्र हकारः हकारस्य स्थाने होदः इत्यनेन जा न पूर्वम् अत्र सम्प्रसारणं भवति खलु महोदय. अतः जागृह इति भवति खलु. यत्र हित् अस्ति तत्र सम्प्रसारणं न भवति. यत्र यत्र हित् तत्र एव सम्प्रसारणम्. इदानीं सम्प्रसारणं नास्ति अत्र. अतः छत्र तत्र जाग्रड् इति भवति. जाग्रड् योगः अज सर्वत्र लुङ् लङ् लुङ् षड् धातः इत्यनेन अडागमः भवति. अजुर अजाग्रड् इति भवति. अजाग्रड् इत इदानीं तत्र ता अस्ति, ता स्थाने जशस्ततो दोद्धः इत्यनेन अल्ञाभ्यो सर्वदा भवति. अल्ञाभ्यो दीर्घात् स्तुति सप्रुप्तम् इत्यनेन तत्र लुक् लुक् भवति, इति भवति. अतः तत्र किमपि अत्र जाग् अजाग्रड् इति एव तिष्ठति, तावदेव खलु महोदय. केवलम् एकमेव कार्यम् अत्र बष्भावः अस्ति, पदान्तत्वम् अस्ति इति कृत्वा एकाचो बशो बश् जशन्तस्य स्तूः इत्यनेन कः स्थाने चतुर्थवर्णः भवति. अजाग्रड् इदानीं तत्र सामान्यकार्यं जष्ट्वं चत्वं सर्वं करोतु. एकाचो बशो बष् इत्यनेन डकारड किं डकारस्य स्थानं न डकारस्य न घ डकारात् पूर्वं यद् घ अस्ति तस्य स्थाने घ भवति, चतुर्थवर्णः भवति. त्री फोर् फोर् फोर् भवति. आम् अतः इदानीं अजाग्रड् इति भवति खलु. अजाग्रग् इति इदानीं भवति. अजाग्रग् न न ग नास्ति, ग तु पूर्वम् आगच्छति. अजाग्रड् इति भवति चतुर्थवर्णः. अजाग्रड् इदानीं यद् चतुर्थवर्णः अस्ति ढ, तस्य जष्ट्वं भवति किल सामान्यं, सामान्यं यदा जष्ट्वं भवति चर्त्वं भवति वावसाने. अजाग्रड् अजाग्रट् इति रूपद्वयम् वावसाने इत्यनेन अजाग्रड् न अजाग्रड् इति भवति, अनन्तरम् अजाग्रट् इति वावसाने इत्यनेन प्रथमवर्णः भवति. सम्यक्. अजाग्रट् इति भवति. इदानीम् अत्र ईत् अस्ति, ईत् एतत् अपि गुणकार्यं भवति, परन्तु अत्र नाभ्यस्ताच्छति एतत् सूत्रेण अत्र गुणनिषेधः भवति. अतः अजा अजा ग्रह् इति भवति, योगः ईत्. अत्र अजादि अपि अस्ति, अजादि पित् अस्ति. अत्र यत्र पित् अस्ति अत्र सम्प्रसारणं भवति एव, अतः तत्र अजागृह् इति भवति. अजागृह् योगः ईत् अजागृहीत् इति भवति वा महोदय? कुत्र वदति, द्विवचनं वा एकवचनं? एकवचनमेव. ईत् अस्ति खलु, ईत् ईत् इति ईत् अपि पित् एव किल. बोल्ड् मध्ये यद्यद् अस्ति सर्वदा तद् पित् एव भवति किल. पित् अस्ति चेत् अत्र सम्प्रसारणं भवति, न भवति. अपित् अस्ति चेत् एव न भवति. पित् अस्ति चेदेव भवति. चित् ञित् प्रत्यये परे सम्प्रसारणम् रहीजा इति सूत्रेण चित् नियत् प्रत्यये परे सम्प्रसारणम्. आम् इदानीम् अत्र न भवति, अतः वर्णमेलनमेव खलु. अजागृहीत् अजागृहीत् इति भवति. अनन्तरम् अजागृहीत् ग्रहीत् सम्प्रसारं न भवति, अतः अजागृहीत् इति भवति, ग्रहीत् इति भवति. इदानीं ताम् अस्ति, अजा ताम् अपि अस्ति, अतः तत्र सम्प्रसारणं न भवति. अजा अपि अस्ति चेत् भवति भगिनि, सम्प्रसारणं भवति भवति. अपि अस्ति चेत् सम्प्रसारणं भवति एव, अतः तत्र अजा अजागृह् अजागृह् तां भवति अजागृह् ताम् इदानीं ताम् अस्ति चेत् अत्र जशस्ततो दोर्धः इत्यनेन तस्मात् पूर्वमेकं कार्यमस्ति होडः इत्यनेन होडः इत्यनेन डकारः भवति अतः अजागृह् अजाग्रड् इति भवति अनन्तरं जशस्ततो दोर्धः इत्यनेन तकारस्य स्थाने चतुर्थवर्णः दकारः अतः अजाग्रड् दाम् इति भवति अजाग्रड् दाम् इदानीम् इदानीम् अत्र स्तुनाष्टुः कार्यं करोति स्तुनाष्टुः कार्यं करोति चेत् अत्र अजाग्रड्ढाम् इति भवति अजाग्रड्ढाम् चतुर्थडकारः द्वे भवति अजाग्रड्ढाम् इति भवति इदानीम् अत्र डोडे लोपः इत्यनेन एकडकारः लोपं भवति अतः अजाग्रड्ढाम् इति भवति अनन्तरं तावदेव खलु महोदय अनन्तरम् अजा उः अस्ति उः अत्र अजादि पित् अस्ति यत्र अपित् अपित् एव उः इति अपितव्य अजादि अपित् अस्ति अतः तत्र अपित् अस्ति चेत् अत्र सम्प्रसारणं भवति खलु महोदय भवति अवश्यं भवति अजा ग्रड् अजा ग्र अजा अत्र हकारस्य स्थाने डकारः भवति अनन्तरं योजनेन होडे होडः किल जलि परे जलि नास्ति किल जलि नास्ति अतः जलि नास्ति अतः तदेव तिष्ठति अजागृह् अजागृह् इति भवति अजागृहुः अजागृहुः अनन्तरं अजाग्रह् अस्ति अत्र सकारः प्रथमं अकारस्य स्थाने होडः इत्यनेन डकारः भवति अजाग्रड् इति भवति अत्र सकारः अस्ति एतत्तु गुणकार्यं भवितुम् अर्हति परन्तु तत्र हल्गाभ्य दीर्घात् श्रुति सप्रुक्तम् इत्यनेन तत्र लोपः सकारस्य लोपः भवति अतः तत्र अजाग्रड् इति भवति अजाग्रड् पूर्वमेव दृष्टवन्तः अत्र डकारः अस्ति चेत् अत्र जलां शशवन्ते वा महोदय तृतीयवर्णः एकाचो बश बश इत्यनेन चतुर्थवर्णस्य स्थाने तृतीयवर्णः भवति अजाग्रड् इति भवति अनन्तरं वावसाने इत्यनेन अत्र अजाग्रट् इति भवति अतः रूपं द्वयं भवति समीचीनं तृतीयस्य स्थाने चतुर्थः फोर् इत्यस्य स्थाने फोर् फोर् भवति तद् अनन्तरं यदा भवती उक्तवती तदेव अग्रे इदानीं हि अस्ति इहि इदानीमेव अत्र एकनिमिषं कुत्रापि मया लिखितमेव अत्र ईत् अस्ति एतदपि चित् नित् नास्ति अतः सम्प्रसारणं न भवति ईहि इति अस्ति ईहि अस्ति चेत् अत्र अजा ग्रग्न अस्ति अनन्तरम् ईहि अस्ति अत्र सम्प्रसारणं न भवति एव अजा इदानीं ओडः इत्यनेन ओडः जल् नास्ति परे अतः ओडः अपि ओडः अपि न भवति खलु महोदय सत्यं अतः अजाग्रह् इति भवति अजाग्रहीः इति भवति ग्रहीः दीर्घ अजाग्रही शीः हि दीर्घं भवति ईहि इत्यनेन अतः इदानीं तं भवति सम् अस्ति चेत् अत्र अत्र तकारस्य स्थाने जशस्ततुर्दोर्धः इत्यनेन प्रथमं सम्प्रसारणं जलस्य अतः अजा गृह् इति भवति कोडः इत्यनेन अजा ग्रिड् इति भवति इदानीम् अत्र ईहि न अत्र तम् अस्ति तं स्थाने तकारस्य स्थाने जशस्ततुर्दोर्धः इत्यनेन डब् डा भवति अतः तत्र अजाग्रढम् इति डकारकद्वयं श्रूयते अत्र परन्तु अत्र डोडे लोपः इत्यनेन प्रथमस्थाने स्थितस्य डकारक लोपः भवति अतः अजाग्रिड् इति भवति इदानीम् अत्र जशस्ततु न एकचो बश बश इत्यनेन डकारस्य स्थाने तृतीयवर्णः किमपि नास्ति तत्र एकाचो बशो बश् केवलं पदान्ते सा प्रत्यये परे द्वे शब्दे परे एव भवति अत्र किमपि निमित्तं नास्ति अतः केवलं वर्णमेलनम् अजाग्रडमेव अजाग्रडम् अजाग्रड इति भवति समीचीनम् इदानीम् अम् भवति अजा अम्म अत्र किमपि कार्यं नास्ति एव अतः तत्र अजाग्रहम् इति भवति अजाग्रहम् अनन्तरम् अजाग्रहम् इति भवति तत्र तत्र तु सम्प्रसारणं भवति एव जल् अस्ति अतः एव अतः अजागृह् न वकारः किल वकार तु जलि किमपि नास्ति अत्र तद् न भवति इति भवति सम्यक् तावदेव केवलं यत्र अपित् कित्तिङित् प्रत्ययः सर्वत्र सम्प्रसारणकार्यम् समीचीनं धन्यवादः अरुणा भगिनी विधिलिङ्ग् उक्त्वा अग्रिमधातुः स्वीकरोतु समयः अस्ति वा अस्ति आं भगिनि विधिलिङ्ग् यात् यातम् अपि यात् यातां युः सर्वे अपि अस्ति कित् अतः कित् भावः अस्ति सम्प्रसारणं भवति प्रथमं जागृह् योगहायात् वर्णमेलव जागृह्यात् दीर्घ अपि भवति भगिनि न किमपि न भवति जागृह्यात् जागृह्यात् जागृह्याः जागृह्यातं जागृह्यात जागृष्यां जागृष्याव जागृष्याम समीचीनं तदेव अग्रिमधातुः स्वीकरोतु भगिनि क्षम्यतां अभ्यास्कारं भूत्वा जाज्या भवति जाज्या इति दीर्घसूत्रेण ग्रहीज्या वयि व्यदि वष्टि विचति वृच्छति पृच्छति वृजतीनां निति च लिखिति च ओके प्रथमं जाज्या भवति जाति एव भवति भगिनि तावदेव आकारः अस्ति टी परे अस्ति किमपि न कार्यं नास्ति जाज्याति तत्र सम्प्रसारणमपि न भवति इति अत्रापि वर्णमेलनमेव इति पित् अस्ति सम्प्रसारणं नास्ति जाज्या इति तदेव जाज्ञयोगः अत्र कित् अस्ति अपि तस्ति कित् अस्ति ततः सम्प्रसारणं न दीर्घसूत्रेण आकारस्थाने इकारः भवति जाज्ञि भवति जाज्ञियोगतः जाज्ञितः जाज्ञियोगः अन्ति अन्ति हला तत्र इतोपि एकं कार्यमस्ति भगिनि जाजि जाज् यकारस्य स्थाने इकारः अनन्तरम् आकारः तः इति अस्ति तत्र सम्प्रसारणाच्च इत्यनेन जाजी योगः तः इति यदा भवति तत्र एकं सूत्रं वयं दृष्टवन्तः पूर्वं हलः इति 642 अङ्गस्य अन्ते विद्यमानः सम्प्रसारणसंज्ञकवर्णः इदानीं सम्प्रसारणसंज्ञकवर्णः इकारः समीचीनम् तस्मिन् एव अङ्गे हल् वर्णात् परः विद्यते चेत् तस्य वर्णस्य दीर्घादेशः भवति हल् वर्णः कः इत्युक्ते जकारः अतः तत्र दीर्घः भवति फलः सत्यं फलः 642 सूत्रेण दीर्घः अपि भवति जाजीतः भगिनि अनन्तरं फलः तत्र वेरि डिफिकल्ट् सूत्र सत्यं तत्र अङ्गस्य अन्ते विद्यमानः सम्प्रसारणसंज्ञकः वर्णः इदानीम् अस्माकं सम्प्रसारणसंज्ञकवर्णः इकारः तस्मिन्नेव अङ्गे हल् वर्णात् परः विद्यते चेत् एतत् सम्प्रसारणवर्णः हल् परः विद्यते चेत् जकारः हल् वर्णः तस्मात् परः एव एतदस्ति अतः तस्य वर्णस्य दीर्घादेशः भवति जाजीतः जाजीतः अस्तु अस्तु भगिनि समीचीनं आम् भगिनि समानरीत्या करोतु भगिनि बहुवचने अपि अत्रापि अन्ति इति अतः सम्प्रसारणं भवति जाज्ञियोः अन्ति गुणसन्धि भवति यण् तु भवति परन्तु सन्धिः नास्ति इतोपि अन्यत् कार्यमस्ति वयं पूर्वं दृष्टवन्तः सामान्यसूत्रं तु यण्सन्धिसूत्रम् इदानीं तद् बाधित्वा अन्यकार्यं भवति किल असंयोगपूर्वः तदपि बाधित्वा सम्यक् अचिष्णुधातु सम्यक् तद् बाधित्वा असंयोगपूर्वः अस्ति किल एरनेकाच् असंयोगपूर्वः सत्यं बहु पूर्वं दृष्टं एरनेकासु एरनेकाचो संयोगपूर्वस्य इत्यनेन यण् भवति यण् एव भवति परन्तु भिन्नसूत्रेण एरनेकाचो इत्यनेन सूत्रसङ्ख्या एकनिमिषं क्षम्यताम् 642 एरनेकाचो असंयोगपूर्वस्य इति सूत्रेण तत्र इदानीं यण् भवति धात्वन्त अनेकाचङ्गस्य अनेकाचङ्गमस्ति जाज्या इति अनेकाचङ्गम् असंयोगपूर्वस्य ईवर्णस्य इदानीम् असंयोगपूर्व ईकारः अस्ति अजाजी इति अभवत् अजादिप्रत्ययपरे अति इति अजादिप्रत्ययः इदानीं तस्य यणादेशः भवति अवगतं वा आगतं मन्ये अजाज्यन्ति भवतः वा अन्ति न अति एव किल वयं तु यण् सन्द क्षम्यतां यङ्ग् लुक् इत्यत्र अस्ति किल जाज्यति जाज्य वर्णमेलनमेव खलु महोदय जाज्यति जाज्यति आं सत्यं एरनेकाचो भूत्वा जाज्यति सत्यम् आम् आम् आम् जाज्ययोगः अस्ति पित् अस्ति सम्प्रसारणं नास्ति जाज्यासि भगिनि जाज्यासि समीचीनं जाज्यासि इव जाज्यासि जाज्यासि ईसि अत्रापि वर्णमेलनमेव जाज्या जाजा ईषि तत्र गुणसन्धिः आकारः ईकारः ईसि अत्र वर्णमेलनेव जाजीषि ये भवति सत्यं निसर्गः भवति भगिनि किमपि नास्ति आकारः ईकारः गुणः अदेङ्गुणः इत्यनेन जाज्येषि इत्येव जाज्येषि एव तथं पित् अस्ति अतः दीर्घसूत्रेण गृहे सूत्रेण अत्र अत्र तः इति अपित् अस्ति खलु पितेव तदेव अतः एव सम्प्रसारणं भवति ज्याजी भवति जाजीतः तत्रापि दीर्घं भवति फलः जाजीतः जाजीतः जाजीथ समीचीनं गुणकारणं सम्प्रसारणं नास्ति जाज्यामि भवति जाज्यामि ईमि अस्ति जाज्येमि भवति सम्यक् जाज्यायोगः अतपि तदपि सम्प्रसारणं भूत्वा जाज्यीमः सम्यक् तदेव जाजीवः जाजीमः इति समीचीनम् महोदय रघुपतिमहोदय लोट् वदति वा अस्तु जाज्या एकनिमिष जाज्या खलु जाज्या जाज्यायोग तु अत्र वर्णमेलनं जाज्या तु जाज्यायोग ई तु गुणसन्धिः जाज्येतु इति भवति जाज्यायोगतात् अत्र सम्प्रसारणं जाजीतात् सम्प्रसारणं जाजीतात् अनन्तरं जाजीतात् इति दीर्घः सर्वत्र जाजीतात् इत्यनेन आमां जाजीतात् इति भवति तर्हि तथैव तत्र जाजीतां जाजीताम् इति सम्यक् जाज्यतु इति अत्र गुण एरणेकाचो तत्र सम्प्रसारणं भूत्वा एरणेका जाज्यतु अग्रे जाजीः इति भवति अत्र सम्प्रसारणम् अनन्तरं हलः जाजीः जाजीतात् जाजीतं जाजीत जाज्यानि जाज्या वा जाज्यामः उषा भगिनी वदति वा महोदय अत्र मध्यमपुरुष एकवचने हि किम् उक्तवान् मया न श्रुतं तत्र तत्र सम्प्रसारणं भवति आम् वदतु महोदय जाज्यायोग हि इति अस्ति जाजीयोग हि सम्प्रसारणम् अनन्तरं हलः इत्यनेन जाजीः इति भवति जाज्या इति भवति जाज्या योगः तकारः लङ्लकारः लङ्लकारः इत्यनेन अजाज्या योगः तकारः अजाज्यायोगः तकारः हल्याभ्यो दीर्घात् सुतिश्च पृक्तं हल् इत्यनेन तकारलोपः कथं भवति या इति भवति तदेव भवति सत्यं अजाज्या इति अस्ति आम् अजाज्यायोगः तकारः तकारः अत्र पित् प्रत्ययः सम्प्रसारणमपि नास्ति अजाज्यात् एव भवति अजाज्यात् अजाज्यायोगः ईत् ईत् अपि पित् प्रत्ययः पित् प्रत्ययः सम्प्रसारणं नास्ति सम्प्रसारणं नास्ति अजाज्यायोगः ईत् गुणकार्यं अजाज्येत् भवति गुणकार्यं नास्ति गुणसन्धि नास्ति गुणसन्धि अस्ति आम् आम् आम् अजाज्यायोगः ताम् अत्र ताम् इति कित्नित् प्रत्ययस्य कृते सम्प्रसारणमस्ति अजाजी भवति अजाजीयोगः ताम् अत्र हलः हलः अपि प्रसक्तिः अस्ति सो अजाजी ताम् इति भवति अजाजी ताम् देन् उः अस्ति उः अपि इत्यनेन अपि सम्प्रसारणं भवति हलः नास्ति अत्र सो अजा देन् एरनेकाचो असंयोगपूर्वस्य इत्यनेन यण्सन्धि एव भवति अजा तत्र एकं सूत्रं वयं दृष्टवन्तः अस्मिन्नेव पाठे जुसि च ओ जुसि च इति गुणकार्यं खलु अनुनु गुणकार्यम् अस्ति सत्यम् अतः जुसि च प्रत्यये परतः इगन्त अङ्गस्य गुणो भवति अतः अत्र अस्मिन् अत्र गुणः भूत्वा यदा भवती उक्तवती एरनेकाचोताय न एरनेकाचो न एचो यवाय समूह 7383 जुसि च 7383 भगिनि नो सो अजा अजाजी इति भवति अनन्तरम् ओके देन् जुसि च इत्यनेन गुणा भूत्वा अजाजे योगः उः अजाजे योगः उः इति कृते देन् जस् एचोयवायावः एव खलु सो अकार यकार एकारस्य स्थाने अकार यकार अजा जै अजा जै अण्ड् देन् उः अजा ज्युः अजा जयः अजा अजा अकार यकार अजा जयः आम् आम् आम् अजा जयः एरनेकाचो अन्ना भवति अत्र जुसि एरनेकाचो नास्ति जुसि च इत्यनेन आम् एकार भूत्वा एचो अयवायावः एव देन् अजाज्यायोगः सकारः अजाज्यायोगः सकारः तदपि हल्याभ्यो नास्ति देन् अजाज्यायोगः सकारः सकारः गुण सम्प्रसारणमपि नास्ति अजाज्यायोग अजाज्याः एव भवति सत्यम् अजाज्याः ऋत्वविसर्ग ओके देन् अजाज्यायोगः ईकारः ईः अजाज्यायोगः ईः पित् तदपि अजाज्यायोगः ईः देन् ईः देन् दिस् सो एरनेकाच अपि नास्ति असंयोगपूर्वस्य दिस् इस् नाट् अ कित् प्रत्ययः सो अजाज्या सो येः इति एव भवति अजाज्येः यकार यकार एकारः एकारः विसर्ग देन् अजाज्यापुरुष एकवचनं किं भवति भगिनि अजाज्याः ससजुषोरुः कर्मसानियो विसर्गः अन्तिम आकारः अस्ति खलु हलन्तधातु नास्ति हलन्तधातु नास्ति इत्यनेन अजाज्याः तदेव भवति इति चिन्तयामः अतः एव तत्र अजाज्या योगः तम् अजाज्या योगः तम् अत्र सम्प्रसारणम् अजाजि योगः तम् तम् इति कित् कित् नित्पतेः ओ अत्र अजाजि ओ हलः हलः इत्यनेन अन्ते सम्प्रसारणवर्णः अस्ति तत्पूर्वं देन् दीर्घः भवति अजाजीतम् अजाजीतम् अजाजीत भवति देन् अं वम् अम् इति पित् प्रत्ययः सम्प्रसारणकार्यं नास्ति अजाज्या योगः अम् अजाज्या देन् जस्ट् गुणस नाट् गुणस दीर्घसन्धि एव अजाज्याम् एव भवति अमिपूर्वः इत्यनेन पूर्वरूपम् आदेशः भवति आकारयोगः अकारः सो आं भगिनि रामम् इत्यत्र रूपं साधयामः किल तदेव अमिपूर्वः आम् आम् अजाज्याम् एव भवति देन् व म अजाज्या योगः वकार वकार अपि अत्र कार्यमपि नास्ति ओ न न न अजाज्या व कित्नित् प्रत्ययः कित्नित् प्रत्ययः इत्यनेन सम्प्रसारणम् अस्ति अजाजि अजाजी व अजाजीम हलः हलः अपि अस्ति खलु भगिनि भवति सो दीर्घः भवति अजाजीव अजाजीम समीचीनं विजया भगिनी तत्र विधिलिङ्ग् वदति वा अनन्तरं समापयामः जाजी इति स्वीकरोतु तत्रापि सम्प्रसारणं भवति एव अस्ति वा भगिनी नास्ति प्रायः अस्तु तत्रापि जाजीयात् इति यात् यातां जाजीयुः जाजीयाः जाजीयातं जाजीयात जाजीयां जाजीयाव जाजीयाम इति रूपाणि हा अतः अग्रिमधातुतः अग्रिमसप्ताहे साधयामः समीचीनं ज्या इति धातुः तत्र टु डिके इति अस्ति अतः कालेन अस्माकं शरीरं जाज्यति जाज्याति जाज्या धन्यवादः धन्यवादः महोदय शुभरात्रि धन्यवादः भगिनी नमस्कार